नमस्सर्वेभ्यः. अस्माकं पञ्चदशतमं भाषितं संस्कृतं वर्गं प्रति स्वागतं. यथा प्रकारः ध्येयमन्त्रः. अवल्याम् अहं गच्छामि. अत्र आदौ कविता भगिनी. नमस्ते भगिनि. नमस्ते भगिनि. दृश्यते किल? मङ्गल हा दृश्यते दृश्यते. ॐ सहनावनक्तु सहनौ भुनक्तु सह वीर्यं करवावहैः तेजस्विनामधीतमस्तु मा विद्विषावहे. ॐ शान्ति शान्ति शान्तिः. अहम् अपि एकवारं वदिष्यामि. ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः. अस्तु, धन्यवादाः भगिनी. धन्यवादः. धन्यवादः. अस्तु, भवती एव आरम्भं करोतु. अत्र किञ्चित् पुनःस्मरणरूपेण अस्ति विषयः. अस्तु, पठतु भगिनी कविता भगिनी. आम्, मम नाम कविता. भवतः नाम किम्? इफ् इट् इस् अ मेन्, भवत् पुरुषः अस्ति. हा, इट् इस् अ पुरुषः. ओके. भवत्याः नाम किम्? स्त्री अस्ति चेत्. स्त्री स्त्री. पठतु. शब्दपरिचयः. अकारान्तपुल्लिङ्गशब्दः. वकारः वृक्षः. वकारः ऋकारः. ककारः षकारः. अकारः अह. विसर्गः. विसर्गः. विसर्गः. अग्रे. अम् अकारान्तः नपुंसकलिङ्गः. पुस्तकम्. अम् अम् अकारान्तः नपुंसक लिङ्गः शब्दः. पुस्तकम्. पकारः उकारः सकारः तकारः अकारः ककारः अकारः मकारः. पुस्तकम् अथवा अनुस्वारः. अनुस्वारः. अग्रे. अग्रे. अकारान्तः स्त्रीलिङ्गशब्दः. ए एण्डिङ्ग् फेमिनिन् जेण्डर् वर्ड्. बाला. बकारः आकारः लकारः आकारः. That is A, no? That is to be read as A. Okay? A. A. A. Api, api cha, idani. Idam api patat. Ikarantah striling shabdah. Nadi. Nakarah, akkarah, dakkarah, ikarah. Dhanyavadah, Bhagini. Dhanyavadah, Bhagini. Dhanyavadah. Meenu, Bhagini. नमो नमः भगिनि. पठतु. अत्र तत्र सर्वत्र एकत्र अनयत्र कुत्र. अन्यत्र. तत्र अनयत्र नास्ति, अन्यत्र. अन्यत्र. जस्ट् फार् इन्फर्मेशन्. हा, जस्ट् फार् इन्फर्मेशन्. वेनेवर् देर् इस् वेनेवर् देर् इस् देर् आर् जायिण्ट् आर् कञ्जङ्क्ट् आल्फबेट्स्. But that the one that is half, the one that is half should be read along with the earlier alphabet. Then only you can read it even more easily. Okay, so here a nya is the conjunct alphabet, and therefore what you have to say, an yatra. An yatra. An yatra. Astu. Atra is here. Tatra is there. Sarvatra is everywhere. ekatra has actually two meanings. One is together, right. Together ekatra pustakani ekatra santi, that means they are together. Otherwise it also means at one place only, like you'll get some examples like suryah ekatra asti, in one place, he's situated in one place. Anyatra is some other place elsewhere. Kutra is where. Okay, astu meenu bhagini. And these words are indeclinables, which means that they never change their form. They will always remain the same, steady, without any change. Like there are no vibhakti, there are no gender, there are no vachanam, nothing. They always remain the same. They are called singular, in singular they are called avyayam. And since it is a napumsakalingah shabdah, therefore it will be avyayam, avyaye, avyayani. Okay, avyayani. So that is just what these kind of words are called. Astu bhagini, minu bhagini, pathatu. Parvatah kutra asti, where is the mountain? Parvatah tatra asti, the mountain is there. Kshetram kutra asti, where is the field? Kshetram tatra asti, the field is there. Dhanyavada bhagini, dhanyavada. Agre, Neeta bhagini. Yes ma'am. Samyak asti kila bhavati? Yes ma'am. Astu, patatu. Shakata putra asti. Shakataha putra asti. Ekanimisha. पठतु. शकटः पुत्र अस्ति, वेर् इस् द काट्? शकटः अत्र अस्ति, द काट् इस् हियर्. वृक्षः पुत्र अस्ति, वृक्षः, वृक्षः, वृक्षः. स भगिनी क्षम्यता, इट् इस् नैदर् व्री, because your tongue comes in the front, right? When you say vri, vri, vri, when you say vri, it comes in the front. Vra, vra, also your tongue comes in the front, vra. So vrikshah, vrikshah, your tongue should be somewhere in between. So vrikshah. Vrikshah. Vrikshah. Vrikshah putra asti. Vrikshah atra asti. Where is the tree? वृक्षः अत्र अस्ति, द ट्री इस् हियर्. धन्यवादः भगिनि, धन्यवादः. अग्रे का? आर् विजयकुमार् महोदय. नमस्ते. एकनिमिष, अहं कुत्र, अहम् अन्यत्र गतवती. क्षम्यताम्. पठतु महोदय. सूर्यः कुत्र अस्ति, वेर् इस् द सन्? सूर्यः एकत्र अस्ति. काकः कुत्र अस्ति, वेर् आर् द क्राउस्? काकः एकत्र सन्ति. द क्रोस् इन् वन् प्लेस्. सो यु सी, एकत्र कुत्र, इवन् वित् द चेञ्ज् इन् नम्बर्, दीस् वर्ड्स् डोण्ट् चेञ्ज्. धन्यवादः महोदय. विजय महोदय, द्वौ द्वौ विजयौ स्तः, द्वौ विजयौ स्तः. अस्तु महोदय. नमस्ते भगिनि. नमस्ते. अस्तु पठतु महोदय. वृद्धा कुत्र अस्ति, वेर् इस् द ओल्ड् वुमन्? वृद्धा अन्यत्र अस्ति, द ओल्ड् वुमन् इस् एल्स्वेर्. नदी कुत्र अस्ति, where is the river? Nadi anyatra asti, the river is elsewhere. Dhanyavada mahode. Agre, Vishalakshi bhagini. Namaste bhagini. Namaste. Ekanimisha, parivartayami. Astu, patatu. वायुः कुत्र अस्ति वेर् इस् एर् वायुः सर्वत्र अस्ति द एर् इस् एव्रिवेर् प्रकाशः कुत्र अस्ति वेर् इस् ब्रैट्नेस् प्रकाशः सर्वत्र अस्ति ब्रैट्नेस् इस् एव्रिवेर् धन्यवादः प्रकाशः यु केन् इवन् से लैट् धन्यवादः यशस्विनी भगिनि आं भगिनि ऐ डिन्ट् गेट् द स्क्रीन् इदानीं हा दिस् वन् करदीपः अस्ति वा देट् वन् ओन्लि नो आम् करदीपः अस्ति अग्रे No, we are not getting anything written on it. No. I think you're using your mobiles, I think. Make it lateral. Can everybody else? Is anybody able to see? Yes, I can see. Yes. Okay, I think what I'll do is I'll take out the... we'll do it. Karadipa, I got it. Karadipa, putra asti. करदीपः अत्र अस्ति सो वट् इस् अत्र हियर् वट् इस् कुत्र वेर् तत्र देर् अन्यत्र एव्रिवेर् अन्यत्र वट् इस् एव्रिवेर् सर्वत्र अस्तु पठतु भवती एव पठतु चोलः अत्र तत्र कुत्र चोलः कुत्र अस्ति चोलः तत्र अस्ति अग्रे पठतु मकरः उत्तमं मकरः मकरः कुत्र एषः कः एषः मकर अस्ति मकरः अस्ति उत्तमम् भवती एव उक्तवती तर्हि अग्रे सर्वत्र एव्रिवेर् प्रकाशः वदतु भगिनि प्रकाशः सर्वत्र अस्ति एव प्रकाशः सर्वत्र अस्ति धन्यवादः कविता भगिनि नमस्ते अन्यत्र एल्स्वेर् तर्हि एषा वृद्धा वा भवती वदतु एषा वृद्धा वा एषा वृद्धा वा न एषा वृद्धा न एषा बालिका अग्रे अन्यत्र एल्स्वेर् तर्हि देन् तर्हि वृद्धा कुत्र अस्ति देन् वेर् इस् द ओल्ड् लेडी Then where is the old lady? She is not an old lady. So where is the old lady? Meenu Bhagini Vadatu. Vridha Kutra Asti Vadatu Bhagini. Meenu Bhagini. Tari Vridha Kutra Asti. Anyatra Asti. Anyatra Asti. Asti. Agre. Devaha. Devaha. देवः अस्ति वा मापिका कुञ्चिका एवमेवय्या धन्यवादः धन्यवादः नीता भगिनी एकनिमिषं यस् मेम् एषा सम्मार्जनी किम् एषा सम्मार्जनी किम् इदानीम् उत्तरं ददातु यु गिव् मी द रिप्लै ऐ एम् आस्किङ्ग् यु क्वश्चन् ओके एषा sammarjani kim? Nahi ba, I'm asking you, is it a sammarjani first? Okay. According to the question, I'm mixing up the questions now. Okay. Esha sammarjani. Esha sammarjani. Esha mapika va. No. Angla bhashayam mastu. Esha nidhanika. Tarhi mapika kutra asti. It is there. Nidhanika tatra asti. Naiva, aham kim prishtavati. Tarhi, I asked you first, Esha mapika kim? You said no. This is not a mapika. Na. Esha mapika na. Esha nidhanika. Now I am asking, tarhi, mapika kutra asti? Mapika anyatra asti. Or tatra asti, atra na asti. Anything you can do. So the idea is to ask questions and to answer them, to understand the questions and to answer them. Okay, let's do one more round. Nidhanika? Nidhanika is this cabinet. This picture that cabinet, cupboard. अस्तु इदानीम् एषा मापिका किम् यस् आम् एषा मापिका मापिका कुत्र अस्ति मापिका अत्र अस्ति उत्तमम् इदानीं प्रश्नं पृच्छतु यु आस्क् द सेम् क्वश्चन् फार् कि किं कुञ्जिका हा नैव एषा कुञ्जिका किम् एषा कुञ्जिका किम् यु केन् आल्सो आस्क् एषा कुञ्जिका वा बोत् वेस् आर् करेक्ट् ओके अहम् एषा कुञ्जिका नौ लुक् एट् दिस् पिक्चर् एण्ड् आस्क् वेदर् इट् इस् अ रूलर् Think that the ruler is not there, okay? Okay. Esha kim mapika? And now, Bhagini, here you have to ask at the end only, okay? For this kind of, for these kinds of questions, you have to ask at the end only. Okay. So, how will it be? So, Esha mapika kim? Or Esha mapika va? Okay, Esha Mapika Kim Uttaram Neva Esha Mapika Kunchika Now ask, then where is the Mapika? Ask Tarhi Mapika Kutra Asti Tarhi Mapika Kutra Asti उत्तरं मापिका अत्र अस्ति मापिका अन्यत्र अस्ति अपि वक्तुं शक्नुमः अस्तु धन्यवादः भगिनि धन्यवादः आर् विजयकुमार् महोदय नमस्ते तर्हि कुत्र अस्ति आदौ प्रष्टव्यं First you have to ask, is it a petika? Then you have to answer it. Then you have to ask, where is the petika? Then you have to answer it, okay? Ka petika asti? Evam naivam. Ka petika asti api samyak eva asti, parantu asmakam abhyasaha idanim yaha vartate, tasya krite tu evam prashtavyam. Katham, esha petika va? एषा पेटिका वा हा उत्तरं वदतु. पेटिका अत्र अस्ति. आम् एषा पेटिका. पेटिका कुत्र अस्ति? पेटिका अत्र अस्ति. इदानीम् अत्र शय्या. शय्या आम् शय्या वा? नैव नैव. कुत्र प्रश्नम्? अदौ प्रश्नम् एषा शय्या वा? उत्तरं वदतु. एषा शय्या अस्ति. इदानीं शय्या कुत्र अस्ति? शय्या अत्र अस्ति. इदानीम् एषा मापिका वा? न. एषा मापिका नास्ति. तर्हि मापिका कुत्र अस्ति? मापिका तत्र अस्ति. तत्र अस्ति अथवा अन्यत्र अस्ति. धन्यवादः महोदय. अवगतं किल? यु अण्डर्स्टुड् रैट्? यस् यस्. धन्यवादः. विजय थङ्की महोदय. नमस्ते भगिनि. नमस्ते. अवगतं किल? यु अण्डर्स्टुड् रैट्? सो यस्. पृच्छतु. एषा सम्मार्जनी वा? आम् एषा सम्मार्जनी. एषा निधानिका किम्? आम् एषा निधानिका. इदानीं ask where is it? सम्मार्जनी कुत्र अस्ति? सम्मार्जनी अत्र अस्ति. निधानिका कुत्र अस्ति? निधानिका अत्र अस्ति. इदानीम् अहं पृच्छामि, एषा पेटिका वा? नैव, एषा पेटिका न. तर्हि पेटिका कुत्र अस्ति? पेटिका अन्यत्र अस्ति. उत्तमम्. इदानीं मां पृच्छतु, आस्क मी नाउ something which is not there. Okay. Okay. Esa karadipah asti va? Now if you are asking karadipah, then you have to ask esha will be wrong. You have to ask eshah or sah. Okay. Okay. Eshah only you have to ask. Okay. Esa sayya va? Naiva. एषा शय्या न. इदानीं पृच्छतु, देन् यु आस्क् मी, देन् वेर् इस् द शय्या यु आस्क् मी. तर्हि कुत्र शय्या अस्ति? इदानीम् उत्तरमपि भवान् एव ददातु. शय्या अन्यत्र अस्ति. उत्तमं. धन्यवादः महोदय. अवगतमिति भासते. अग्रे विशालाक्षी भगिनी. आं भगिनि. इदानीं प्रश्नम् अपि भवती एव. एषा एषा मापिका वा? उत्तरम् आम् एषा मापिका. अस्तु अग्रे. अत्र एषा कुञ्चिका वा? आम् एषा कुञ्चिका. मापिका कुत्र अस्ति? यु वाण्ट् मी टु आस्क् आल् दोस् क्वेश्चन्? Yeah, but of those which are not there first and then where they okay. are. Okay. Esha kunchika va? Naiva. Esha, Esha kunchika nasti. Tarhi Esha kutra asti? Esha. No, tarhi ma. तर्हि तर्हि कुञ्चिका कुत्र अस्ति? कुत्र अस्ति? तर्हि कुञ्चिका अन्यत्र अस्ति. उत्तमः, धन्यवादः भगिनि, धन्यवादः, यशस्विनी भगिनि. एषा सम्मार्जनी वा? सम्मार्जनी वा, सम्मार्जनी वा, सोरि, एषा सम्मार्जनी वा? आम्, एषा सम्मार्जनी. एषा निधानिका वा? ओ, एषा निधानिका किम्? आम्, एषा निधानिका. पेटिका कुत्र अस्ति? अच्छा, ओके. एषा निधानिका वा? नैव, एषा सम्मार्जनी. तर्हि निधानिका कुत्र अस्ति? निधानिका अन्यत्र अस्ति. उत्तमम्, अवगतमिति अहं मन्ये. भवती एव पठतु अग्रे. जस्ट् दिस् इस् रिविजन्, वि हेव् डन् इट् बिफोर्. भगिनी, यु केन् आस्क् एषः वृक्षः वा, लैक् देट्. अच्छा, एषः वृक्षः वा? वृक्षः वा? नैव, एषः सस्यम्. सस्यं कीदृशं पदं? वाट् इस् द लिङ्गम्? सस्यम् इस् नपुंसकलिङ्गम्. तत् सस्यम्. उत्तमम्, इदानीम् एषा शिला वा? एषा भूमिः. अच्छा, अगेन् ऐ मस्ट् आन्सर् देट्. नैव, एतत् सस्यम्. उत्तमं, धन्यवादः भगिनि. अग्रे कविता भगिनि. भूमिः, एषा भूमिः का वा? एतत् तत् सस्यम्. सस्यम्, तर्हि अहं प्रश्नं पृच्छामि. तर्हि भूमिः कुत्र अस्ति? भूमि सर्वत्र अस्ति. भूमिः सर्वत्र अस्ति. इदानीं प्रश्नं पृच्छतु. वायुः कुत्र अस्ति? वायुः सर्वत्र अस्ति. Really? Is this air? You can ask. I just for academics, not rational. Esha vayu va? Esha neva. Eshaha atva. Esha. Ma'am, how do you distinguish between Esha, Eshaha and... Because Esha is Strilingam. We did the earlier one, right? Akarantah shabdaha. ईकारान्तशब्दः, देट् मीन्स् आल् वर्ड्स् एण्डिङ्ग् वित् अह आर् पुंलिङ्गः जनरली. आल् वर्ड्स् एण्डिङ्ग् वित् आ आर् स्त्रीलिङ्गं जनरली. आल् वर्ड्स् एण्डिङ्ग् वित् इ ह्रस्व इकारः आर् जनरली स्त्रीलिङ्गं. एण्ड् दोस् विच् एण्ड् वित् अम् लैक् सत्यम्, like sasyam, they are napumsaklingam. So accordingly you have to ask the question also. Okay ma'am, okay. So vayuhu is, what is the lingam of vayuhu? Vayu is strilinga. Nahi, vayu is pullinga. Yeah, it's like guru. Yeah, it's like guru. Ha. So, let's slowly look here. Esha vayuva? Eshaha vayuhu. Achha, esha. Va? एषः वायु वा? न, वायुः. यु हेव् टु प्रोनौन्स् द विसर्गः आल्सो, एण्ड् द विसर्गः जनरली टेक्स् द प्रोनौन्सियेशन् आफ् द वावल् दट् प्रिसीड्स् इट्. एण्ड् आल्वेस् विसर्गः इस् प्रिसीडेड् बै अ वावल् ओन्ली. वदतु न ए न तत् सस्यम् अस्ति. उत्तमं, धन्यवादः. धन्यवादः. अग्रे नीता भगिनी. यस् मेम्. पठतु. एषः केशः अस्ति वा, अस्ति वा, आल्सो यु केन् टेल् एषः केशः अस्ति वा, एषः केशः वा, टु मेक् इट् ईज़ियर्. ओके, एषः केशः वा नैवं सस्यम् अस्ति. हा, नैवं नैव, नैव बिकास् न एव, बोत् दे आर् वाट् यु काल् इन्डिक्लैनबल्स्. ओके, सो नैव सस्यम् अस्ति. नैव एतत् सस्यम्. नैव एतत् सस्यम् अस्ति. न तर्हि आस् द क्वश्चन् देन् वेर् इस् द हेर्. हेर् देन् तर्हि, तर्हि कुत्र केशः. केशः सर्वत्र अस्ति. अन्यत्र अस्ति, अन्यत्र अस्ति केशः. इदानीं इदानीं गृहे तु अस्ति एव. अस्तु, केशः, केशः अन्यत्र अस्ति. अस्तु, केशः अन्यत्र अस्ति. हा, इदानीं प्रश्नम् अपि पृच्छतु. वाट् इस् शुनकः? डाग्. डाग्. डाग्. ओके. सो नौ आस् द क्वेश्चन्. अस्तु, अस्ति. कुत्रः? हा, कुत्रः नैव. शुनकः कुत्र अस्ति? कुत्रः नास्ति. कुत्रः इस् नाट् करेक्ट्. ओके, ओके. बिकास् कुत्र, अन्यत्र, एकत्र, सर्वत्र, तत्र, अत्र, दीस् आर् आल् इन्डिक्लैनेबल्. दे नेवर् चेञ्ज् देर् फार्म्, नेवर्, नो मेटर् वेर् दे आर्, नो मेटर् वेर् दे आर्, नो मेटर् वित् हूम् दे आर्, दे नेवर् चेञ्ज् देर् फार्म्. सो शुनकः कुत्र अस्ति? दिस् इस् हौ ऐ वाण्ट् टु आस्क् द क्वश्चन्. शुनकः कुत्र अस्ति? शुनकः तत्र अस्ति किम्? शुनकः अत्र अस्ति. शुनकः कुत्र अस्ति? शुनकः तत्र अस्ति. आम्. एनी देयर आर मेनी, इफ देयर आर मेनी देन शुनकाः मेनी, बिकॉज दिस इज पुंलिंग, पुंलिंग. शुनकाः अस्ति, शुनकाः तत्र सन्ति अथवा अत्र सन्ति. What does that mean? Santi, shunakaha. That means the dogs are there. Or dogs are here. We asked where are the dogs? Shunakaha kutra santi. Shunakaha tatra santi. Okay. Astu? Yes, ma'am. Astu. Now do the next one also. Bhavati eva karat. Gardhabaha. Gardhaba is? Gardhava is? Yeah, I'm showing the picture. Donkey. Gardhava is? Gardhabha is donkey. Okay. Prichatu? Gardhabha putra asti. Gardhabha tatra asti. अनेकाः सन्ति चेत् इफ् देर् आर् मेनी देन् देन् आल्सो या बट् यु हव् टु टेल् तत्र सन्ति. दिस् इस् द वै ऐ आस्क्ड्. तत्र सन्ति वै बिकास् द तत्र. धन्यवादः भगिनि. आर् विजयकुमार् महोदय. भगिनि, आम् आम् अहं वदामि. मै चान्स् डिन् कम् दिस् टैम्. ओ, मीनू भगिनी, हौ कम्? ऐ मिस्ड् इट्. सोरि, सोरि, क्षम्यताम्. रेल् यानम् रेल इति वदनीयं रेलयानं कुत्र अस्ति रेलयानम् अत्र अस्ति अत्र अस्ति बट् इट् इस् नाट् देर् बट् इट् इस् इट् देर् इट्स् नाट् देर् सो अन्यत्र अस्ति अन्यत्र अस्ति रेलयानम् अन्यत्र अस्ति सपोसिङ्ग् देर् आर् मेनि सपोसिङ्ग् यु वाण्ट् टु टाक् अबौट् मेनि ट्रेन्स् रेल् यानानि अन्यत्र सन्ति उत्तमम् अग्रे करोतु अजः कुत्र अस्ति अजः तत्र अस्ति अपि च अनेकाः सन्ति चेत् अजाः तत्र सन्ति उत्तमं धन्यवादः भगिनि इदानीं विजय आर् विजयकुमार् महोदय आर् विजयकुमार् महोदय सा बालिका वा नैव बालिका कुत्र अस्ति बालिका अत्र अस्ति तत्र अपि वक्तुं शक्नुमः तत्र क्लेशः नास्ति बालिका कुत्र अस्ति सपोसिङ्ग् देर् आर् मेनि गर्ल्स् देन् बालिकाः अत्र सन्ति उत्तमम् अग्रे धेनुः स्कौ सन्देहः धेनुः इति वदनीयं बिकास् द विसर्गः टेक्स् द प्रनौन्सियेशन् आफ् द प्रिसीडिङ्ग् वावल् धेनुः कुत्र अस्ति धेनुः तत्र अस्ति उत्तमम् इदानीम् इफ् देर् आर् मेनि अनेकाः वेरि गुड् उत्तमं धेनवः धेनुः धेनव धेनवः तत्र अस्ति धेन नू नास्ति तत्र गुरवः तावत् धेनवः तत्र सन्ति उत्तमं धन्यवादः महोदय धन्यवादः अग्रे विजय थङ्की महोदय नमस्ते भगिनी आकाशः कुत्र अस्ति आकाशः सर्वत्र अस्ति उत्तमम् अनेकाः तु नास्ति एव न सन्ति एव परन्तु फार् एकाडेमिक्स् पृच्छतु आकाशाः कुत्र सन्ति आकाशः सर्वत्र सन्ति अस्तु अग्रे वानरः कुत्र अस्ति वानरः अत्र अस्ति अपि च अनेकाः सन्ति चेत् वानराः कुत्र सन्ति वानराः अत्र सन्ति धन्यवादः महोदय धन्यवादः अग्रे विशालाक्षी भगिनी आं भगिनि गृहं कुत्र अस्ति गृहं तत्र अस्ति उत्तमम् अनेकाः सन्ति चेत् ऐ डोण्ट् थिङ्क् गृहाणि ओके गृहाणि गृहाणि क्षम्यता गृहं किल सो वनानि गृहाणि अस्तु गृहाणि कुत्र अस्ति ओके गृहाणि कुत्र सन्ति अस्तु अस्तु गृहाणि अन्यत्र सन्ति उत्तमम् अग्रे वृक्षः कुत्र अस्ति वृक्षः अत्र अस्ति अनेकाः सन्ति चेत् वृक्षाः कुत्र सन्ति वृक्षाः अन्यत्र सन्ति उत्तमम् अत्र तु अस्ति एव परन्तु अस्तु धन्यवादः भगिनि धन्यवादः यशस्विनी भगिनि शाखा कुत्र अस्ति शाखा इस् ब्राञ्च् ब्राञ्च् ब्राञ्च् शाखा तत्र अस्ति शाखाः शाखाः उत्तमं शाखाः कुत्र सन्ति शाखाः तत्र सन्ति उत्तमम् सस्यं सस्यं कुत्र कुत्र अस्ति न करेक्ट् करेक्ट् उत्तमं सस्यं सस्यं सस्यम् अत्र अस्ति अनेकानि सन्ति चेत् सस्यं पुष्पं पुष्पे पुष्पाणि सस्यं सस्यं सस्यमे आर् यूस् नो नो नो यु वाण्ट् मेनि अच्छा नाट् टु अच्छा सस्यमाणि इट् विल् बि णि ओर् नि सस्यानि सस्यानि सस्यमाणि सस्यानि वनं वनानि सस्यामि सस्यानि सस्यानि भगिनि सस्यानि कुत्र सन्ति सस्यानि अत्र सन्ति अथवा इफ् यु वाण्ट् टु टेल् एल्स्वेर् एल्स्वेर् नो अन्यत्र अन्यत्र अस्ति अन्यत्र अस्ति सन्ति उत्तमं धन्यवादः भगिनि धन्यवादः अग्रे कविता भगिनि अत्र अत्र इट् इस् नाट् वृत्तिः ओके इट् इस् नाट् वृत्तिः दिस् इस् अ टैपो विच् ऐ के नाट् चेञ्ज् इट् इस् वृत्तिः वृत्तिः That is a fence. Vrutihi. Vrutti, vrutti, kutra. Vrutti. Vrutihi, kutra. Vrutihi, kutra asti. Vrutihi, tatra asti. Uttama. And if there are more? If there are more? Is it vrutayaha? Vrutayaha. Like vrutayaha. Vrutayaha. वृत्तयः तत्र सन्ति देवः देवः कुत्र अस्ति देवः तत्र अस्ति तत्र अथवा अथवा देवः सर्वत्र सन्ति देवः सर्वत्र अस्ति अस्ति अस्ति अनेकाः सन्ति चेत् अनेकाः अनेकाः देवाः तत्र सन्ति उत्तमं धन्यवादः धन्यवादः अग्रे अग्रे मीनू भगिनी मीनू भगिनी गच्छतु आं भगिनि महिला कुत्र अस्ति महिला तत्र अस्ति अनेकाः सन्ति चेत् महिलाः कुत्र सन्ति महिलाः तत्र सन्ति द्विचक्रिकाः कुत्र अस्ति काः नैव का तावदेव द्विचक्रिका कुत्र अस्ति द्विचक्रिका अन्यत्र अस्ति उत्तमम् अनेकाः सन्ति चेत् द्विचक्रिकाः तत्र अन्यत्र सन्ति उत्तमं धन्यवादः भगिनि नीता भगिनि नौ वि आर् डुयिङ्ग् we have already done this actually. We have done this exercise earlier in the first class, but this is revision. Abhyasa rupena kurmaha. Astu. Padhatu bhagini. Now. Yes. Aham is I, so it does not have a gender because it is a pronoun. Padhatu bhagini. Aham Govindaha. I am Govinda. Aham Purushaha. I am a man. Aham Kriyashilaha. I am active. Dhanyavada Bhagini. Dhanyavada. Pooja Bhagini. Aam Bhagini. Patato. Aham Videshiya. Videshiyaha. Videshiyaha. Videshiyaha. I am foreigner. Aham Mitram. I am a friend. Aham Pachakah. I am a cook. Uttam Bhagini, dhanyavada. Vijay Kumar Mahoday, atra. Aham Sandhyaha. हा सन्ध्याः नास्ति तत्र तत्र सन्ध्याः नास्ति सन्ध्या अहं सन्ध्या अहं सन्ध्या अयं सन्ध्या अहं महिला ऐ एम् ए वुमन् अहं चतुरा ऐ एम् ए इण्टेलिजेण्ट् भारतीया ऐ एम् इण्डियन् धन्यवादः धन्यवादः चिन्ता मास्तु चिन्ता मास्तु धन्यवादः विजय जानकी महोदय नमस्ते भगिनी नमस्ते पठतु अहं भारतीया ऐ एम् एन् इण्डियन् अहं सखी ऐ एम् अ फ्रेण्ड् अहं वैद्यः ऐ एम् अ डाक्टर् Yeah, Vaidyaha is also correct because that will be male. Vaidya is female. Vaidyaha is also correct because I think out of habit you have said the right thing. Okay, Dhanyavada Aham. Thank you. Vishalakshi Bhagini. Bhavati Radha. Eka Nimisha, Eka Nimisha. Tatra Bhavan, Tatra Bhavan is you masculine. And Bhavati, you feminine. Bhavati Radha, you are Radha. Bhavati Balika, you are a girl. Bhavati Buddhimati, you are wise. Dhanyavada. Yashasvini Bhavati. Bhavati Chhatra, you are a student. Bhavan Shivaha, you are Shiva. Bhavan Balah, you are a boy. Dhanyavada Bhagini. Dhanyavada. Agre. Agre ka Kavita Bhagini. Aam Bhavan. Bhavan Pragyah, you pragyaha. Are clever. Pragyah. Bhavan Pragyah, you are clever. Bhavan Chhatra, you are a student. Dhanyavada. Atra, there is a song, but I don't know the tune. Instead, what we'll do is, we'll just identify the words. Okay? So, Eshaha, Kaha, Eshaha, is there over here? Chatakaha. Astu? Eshaha, Kaha, Eshaha, Chatakaha. That is how we have to ask the question and answer. Now, you ask, Bhagini. कविता भगिनी पृच्छतु आम् आम् आम् एषः कः एषः चटकः एषः धन्यवादः धन्यवादः धन्यवादः मीनू भगिनी आं भगिनि एषः कः एषः काकः उत्तमं धन्यवादः भगिनि नीता भगिनी नीता भगिनी एषः कः अहं वदामि अत्र अस्ति एषः सपोटः. उत्तमं, धन्यवादः भगिनि. पूजा भगिनि. आं भगिनि. एषः कः? एषः शुकः. उत्तमं, धन्यवादः. अग्रिकः आर् विजयकुमार् महोदय. एषः कः? एषः कोकिलः. कोकिलः, अस्तु, धन्यवादः. विजय धङ्की महोदय. नमस्ते भगिनि. पृच्छतु. एषः कः? एषः कुक्कुटः. उत्तमम्, अग्रे जानाति किम्? नैव. पृच्छतु. एषः कः? कुत्र अस्ति? अत्र. एषः श्येनः. श्येनः, धन्यवादः. अग्रे विशालाक्षि भगिनी. किं विशालाक्षि भगिनी? हा विशालः. एषः रुद्रः. रुद्रः, धन्यवादः भगिनी. अग्रे यशस्विनी भगिनी. यशस्विनी भगिनी अस्ति किम्? सोरि, ओ ऐ वास् आन् म्यूट्, सोरि. एषः कः? एषः ऐ काण्ट् ऐ डोण्ट् हाव् अत्र अत्र अत्र अत्र अत्र हंसः. हंसः भगिनी, अत्र ऐ हेव् हैलैटेड् इट्. सी, इट्स् नाट्, ऐ एम् नाट् गेटिङ्ग् इट्. या या, on my screen. No, no, the picture you are not getting, because picture I have both. I am not getting. You are not getting this. Is anybody else? I'm getting it, but it's all blurred. Is it? Is every okay? 1 minute, let me see if you can see it. No, we have correctly. We have got it correctly. We can see. We can see it correctly. Correctly, huh? Now I got it. Esha bakah. अत्र हंसः बकः वेयुस बकः स्वान् हंसः बकः इस् डक् सोरि यू शोड् मी द डक् नो ऐ थिंक नो नो दिस् इस् एक्चुअली द स्वान् नो नॉट डक् एट्लीस्ट् ऐ केन् सी इट् दट् वे ओके अस्तु भवती एव करोतु अन्तिमः कः एषः अत्र अस्ति अत्र एषः कः उलूकः उलूकः उलूकः उलूकः अत्र बकः अस्ति सिल्वा अस्तु या धन्यवादः भगिनी धन्यवादः तर्हि अभ्यासरूपेण कुर्वन्तु गृहे अस्तु इदानीम् अत्र सम्भाषणम् अस्ति परन्तु सम्भाषणम् इदानीं मास्तु वयं तृतीयविभक्तिं प्रति गच्छामः तर्हि आदौ प्रथमाविभक्तिः का इति दृष्टवन्तः द्वितीयाविभक्तिः का इति दृष्टवन्तः इदानीं तृतीया विभक्तिः पुनःस्मरणरूपेण प्रथमाविभक्ति तत्र वाट् वी हेव् टु नो इस् दट् प्रथमाविभक्तिः इस् द डुवर् कर्ता अस्ति अपि च अत्र क्रियापदं कर्तुः लिङ्गं वचनम् अपि च पुरुष अनुसरति विच् मीन्स् दट् द प्रथमाविभक्ति वि यूस् वेन् वि यूस् इट् फार् द डुवर् एण्ड् ओवर् हियर् द मेन् रूल् एण्ड् देर् आर् नो अदर् रूल्स् फार् दिस् इस् दट् द वर्ब् will always follow the doer, that means the prathama vibhakti word, as far as the lingam, that is the gender, vachanam, that is the number, and the purusha, that is the case. Whatever it is, the verb will follow according to the karta. Now, in Dvitiya Vibhakti, what we saw is Dvitiya Vibhakti is the object. Karma padam asti. Atra niyamaha ke yukte. When we use adhitishthati or adhivasati, then we always use the Dvitiya Vibhakti. For example, vyaghri vana adhitishthati. We will always use the Dvitiya Vibhakti. Of course, over here you cannot make out because vanam is both in Prathama Vibhakti and in Dvitiya Vibhakti also vanam is vanam only. Okay. Supposing it was shala, then it would have been shalam adhitishthati, which means vyaghri lives in the school. Whenever there is adhi, otherwise you will not use. Supposing it was only tishthati, then you will not use the second vibhakti. You use the seventh one, but seventh one we have not yet done. Astu. And then for abhitaha, paritaha, ubhayataha, always we will use the second vibhakti, not necessary always. We have learned the second vibhakti, and so I am saying second vibhakti, but otherwise for there are other cases also which we have not done. Astu. Idan. Similarly, vina. Vina, we use the Dvitiya Vibhakti with Vina, with the word Vina. We also use the Dvitiya and the Panchami, which we have not yet done. And this, we have already mentioned it, but I am just repeating it. Karma Padanam Krite Dvitiya Vibhakti Apekshate. That means always the object will be in the second Vibhakti for Kartari, for active tense. Always remember that. Yeah, we are always now. Whenever we are talking about these vibhaktis, or when we are talking about the cases, we are talking about active, only the active prayoga or the active tense, active form rather. Now, when is tritiya vibhakti? We use tritiya vibhakti when it is instrumental. That means it is done by this. So, Ramaha Shalam Gachati. We know Ramaha goes to school. The question over here is with what, by how? How doesn't mean the answer will not, the answer is not the adjective. How is Ram? Not like that. So, how does he go to school? With what he goes, by what he goes? That is the question. So, Ramaha पादाभ्यां शालां गच्छति. अत्र अहम् एकनिमिषः एक्स्क्यूज़ मी, क्षम्यताम्. क्षम्यताम्. So, over here, we had the list of words which gave us the forms, the cases. And what you have to do over here is, you have to take the Tritiya Vibhakti. Always remember that Tritiya Vibhakti onwards, up to the seventh vibhakti and sambodhanam also, the napumsak linga words will always follow the pumlinga shabdaha words, or rather the pumlinga words always. So from the third vibhakti onwards, you don't have to worry about the neutral gender. Okay. So over here, now our answer was रामः शालां गच्छति. केन गच्छति? विथ वाट् ही गोस्. बट् आ क्वेश्चन् विल् नाट् बी केन, बिकास् केन इस् गोन् टु बी यूस्ड् फार् वेन् ही वाक्स् विथ् वन् लेग्. बट् हियर् वी आर् सेयिङ्ग् ही गोस् यूसिङ्ग् टू फीट्. सो यू विल् से पादम् इस् द वर्ड् and our dvivachanam is padabhyam, padabhyam. So ramah padabhyam shalam gachati, which means he goes to the school by his two legs. Similarly, supposing he goes using a vehicle, then ramah shalam gachati. Ramah shalam kena gachati? Ramah shalam yanena gachati. Again, over here yanena, because it is ramena, the word is yanam, so yanena. If you look at the ekvachanam form, it is ramena, it is actually na, but because there is a rule in Sanskritam regarding repah or ra, therefore it becomes na, but you'll ignore that for the time being. You say yanena gachati, yanena gachati. Astu, supposing he is going using a two-wheeler, then the word for two-wheeler is dvichakrika, dvichakrika. Malavat asti, malavat. Tadhi mala, mala shabdasya tritiya vibhaktihi ka iti drashtavyam. This I am doing it in this way because when you all write sentences, this is how you all can do initially till you all. We cannot hear you. Yeah, we can't we hear you. We cannot hear you. Yeah, okay. Shreya, there was a disturbance. Yeah, there was a disturbance because electricity has gone off here. Hmm. Now can you hear? Yeah, repeat it. Astu. Punar ekvaram aham vadami. So, dvichakrika akaranta striling shabdah asti. तर्हि तृतीया विभक्तिः का इति द्रष्टव्यं चेत् मालावत् अस्ति. माला आकारान्त स्त्रीलिङ्गशब्द मालावत् अस्ति. तर्हि माला मालया, माला बिकम्स् मालया, सो द्विचक्रिका बिकम्स् द्विचक्रिकया. ओके, कया गच्छति शालां रामः? द्विचक्रिकया गच्छति. ओके, नौ रामः रावणं मारयति. रामः रावणं केन मारयति? वित् वाट्? बाणेन मारयति. बाणः इस् पुंलिङ्गशब्दः, सो तृतीया विभक्ति इट् विल् गो लैक् रामः. देर्फो रामः बिकम्स् रामेण, सो बाणेन, बिकास् देर् इस् नो र ओवर् हियर्. अस्तु, देन् वाट् आर् दि अदर् टैम्स् दट् दिस् इस् वन् प्लेस् वेर् तृतीया विभक्ति इस् यूस्ड्. When you ask the question, with what, by what? It is also used, Tritiya Vibhaktihi is also used with the words Saha, Sakam and Sardham. They mean the same thing and it means along with or together. So the question is, Ramaha Vanam. Vanam, I get it. Ramaha Saha Lakshmanaha Gachati. Ramaha goes Vanam. Astu, Chinta Nasti. रामेण सह लक्ष्मणः गच्छति. रामेण सह लक्ष्मणः गच्छति. लक्ष्मणः केन सह गच्छति? लक्ष्मणः गोज़् विथ् हूम्? यु केन् इवन् पुट् वनं गच्छति. लक्ष्मणः वनं गच्छति. रामेण सह लक्ष्मणः वनं गच्छति, और् लक्ष्मणः रामेण सह वनं गच्छति. अस्तु, गुरुः छात्रैः साकं गच्छति. कैः सह? कैः इस् द बहुवचनं फार्म्. देर्फो कैः? गुरुः छात्रैः सह गच्छति, बट् यू केन् आल्सो यूस् साकम् एण्ड् यू केन् यूस् सार्धम् आल्सो. अस्तु, देन् देर् इस् वन् प्लेस् where tritiya vibhakti is used, where these are abstract, where with happiness. Bhagini, I didn't understand the third one. Yeah, I have not told it yet. Acha. Okay. Yeah. So when you are using with happiness or with sadness or with pride, when you are using these abstract nouns and you are saying that that something is being done with happiness or these kind of words, then in Samskritam you will use the Tritiya Vibhakti. So सः सन्तोषेण कार्यं करोति. Over here also it is actually na, but because of a Sanskritam rule it has become सन्तोषेण, गर्वेण, दुःखेन, दुःखेन, सः दुःखेन कार्यं करोति और उत्साहेन कार्यं करोति. That time it will be na, सः उत्साहेन कार्यं करोति. These are the places where you will use Tritiya Vibhakti. Now what we will do is, we will go round the table as usual and we will read. And you have to remember that how will you know which question to ask? Always in Sanskritam, the question, sounds a bit illogical, but that is how it is in everything that is logical. This one thing is a little bit, you may question it. Because you will ask, how will I say kena or kaya depending on the answer? So over here we are assuming that you know the answer. If you don't know the answer, whether it is strilingam or pumlingam or napumsaklingam, then you will ask kena and you will come to know when the answer is given that it is that you should have asked kaya. Okay, that doesn't matter. When you ask, you can ask. When you don't know and you ask, then you can ask kena. Otherwise, if you know, then just a minute, Bhagini, I'm not finished. If you know that it is a two-wheeler, and here we will know for this exercise, for the purpose of our learning, we will know it. So you will say kaya. Dvichakrika is kaya, and that takes the form of kim. I think I have put that over here. Let me just check. Kim asti kim. If I have not put it, I will put it, no problem. Kim. So Kim, you have Pumlingam Nasti Atra. Astu Aham Sthapayami Atra, Chinta Nasti. I'll put it, but Kim also has Pumlingam. It's not there. Kim also has Pumlingam, Strilingam, Apicha, Napumsaka Lingam forms. Okay? Now, Astu, are there any questions? Let's go round the table to find out whether you have got the theory correctly. Bhagini, can I ask the question? Yes, please. The last one, which is the vibhakti of that? Guruha Chhatrehi, not that. Yeah, Guruha Chhatrehi. Sakam Gachati. Chhatrehi is the vibhakti. Yes, Chhatrehi is the Tritiya Vibhakti. No. Now Chhatrehi is Chhatraha is the first Vibhakti. And Chhatra is the Pratipadikam. Like Rama, ending with A. So what you will do when you are doing your homework or when you are trying to find out what you should use, you will say Chhatra. Chhatra, Akaranta Pumling Shabda Hasti. Pumlinga Shabda Hasti. Okay. Tadartham, okay, you will it. Use Rama. Yeah, just you use Rama. Chhatradhyam Chhatrehi. That way it will be. Chhatrehi. Okay. So, Chhatrena, over here also because Ra is there. Chhatrena, Chhatrabhyam Chhatrehi. Okay. And if it is Chhatra, then it will become Chhatraya, Chhatrabhyam, and in Tritiya, Chaturthi and Panchami Vibhakti, Dvivachanam forms are the same for both Pumlinga Shabdaha, Strilinga Shabdaha and Napumsakalinga Shabdaha. Okay, but we don't need to get there. Slowly, as you do all the Vibhaktis and you do exercises, you will automatically know that. Okay, so Chhatrai. Astu. Now what we'll do is, we'll just go round the table and see if what I have told has been understood. Kavita Bhagini, Abhagatam Kim? You have understood, right? Yes, ma'am. Any question? No, ma'am. No, ma'am. No, ma'am. Meenu Bhagini? Aam Bhagini. Prichhatu, you have any doubts about what I have said? Tritiya Vibhakti, when it is used? No. I've understood. Okay. Neeta Bhagini? Yes, ma'am. Have you? Heena is with what? Heena Saha is with whom? What is yes. Kaihi is the Kaihi is the plural of Kim. So Kaihi is the plural form. Like Kena you are asking when you know the answer is a singular. So Kaihi is when you know the answer is in plural. Otherwise, if there are two, then you'll say Kabhyam. Like over here, we know that two legs only, 2 feet or 2 legs you can say. Okay. And what is Kaya? Kaya is the Striling form for with what? Okay. With what? So Kaya. Okay. And Kabhyam? Kabhyam is with what only, but two. When you know two, so Dvivachanam asti. Kena Kabhyam Kaihi. Not plural. No, not plural. Plural is Kaihi. Okay. So Kena Kabhyam Kaihi. Kaya Kabhyam Kabhihi. Like Mala Bhihi. Kabhihi. Okay, ma'am. Understood. Okay, yeah. So what you need to do, Bhagini, when you are doing your homework, is that because there are so many words, but in Sanskritam, you will use one form. So, ka is like mala. So, similarly. Okay, but I will send you the forms anyhow, no problem. Of Kim. Yes. Thank you. Astu. Agre? Yeah. Swagatam Bhagini. Puja Bhagini. Avagatam Kim? Aam Bhagini. Avagatam. It's sort of still confusing, but I think I'll need practice for this. No problem. We'll do the same right. Exercise again. We'll do the same exercise, and next time we will do more sentences. Okay. Today I'm just introducing the case. But what you need to understand is that it is the instrumental. When you are using the instrumental means by which an activity is done, at that time you will use Tritiya Vibhakti. Okay, for Dvitiya Vibhakti it is the object, we have done that already, and for Tritiya Vibhakti it is the instrument. Means it is through. Through or by. By what? Or with what? Like that. Yes. Okay. Yeah. R. Vijay Kumar Mahoday? Aam Bhagini, understood. Avagatam? Yeah, we will do the practice. Not a problem. But as long as you understand the theory, because in Sanskritam there are many rules. So these rules have to be understood, the theory. And then we have to practice. No problem. Vijay Sanki Mahoday? Sorry? Yes, ma'am. Avagatam Kim, have you understood when we have to use Tritiya Vibhakti? Aam Bhagini. Kinchit. Avagatam. I think, okay. Yes. Kinchit Avagatam. Kinchit. Chinta Mastu. Agre Gachamaha Tada Vardhate Asmakam Jnanam. Chinta Mastu. Vishalakshi Bhagini. Yeah, I will also get it by practice only. Okay. Everybody. But you have understood the theory, right? Yeah, what is Tritiya Vibhakti? By what, by whom, like that. Yes. By what, by. Yeah. Yashasvini Bhagini? Yes. So what we will do, starting from Yashasvini Bhagini only, we'll just read this entire thing so that, you know, that the words, they become familiar. Astu, patatu bhagini. Ramaha shalam gachati. Ramaha padabhyam shalam gachati. एवं पृच्छतु, रामः केन शालां गच्छति? क्षमितं, रामः केन शालां गच्छति? रामः पादाभ्यां शालां गच्छति. और यू केन् इवन् आस्क् काभ्याम्. ओके, रामः केन शालां, द क्वेश्चन् रिमेन्स् द सेम् नो. सो रामः केन शालां गच्छति? रामः यानेन शालां गच्छति. अग्रे रामः रामः कया शालां गच्छति? बिकास् इट् इस् फीमेल्. उत्तमं. रामः द्विचक्रिकया शालां गच्छति. द्विचक्रिकया, द्विचक्रिकया इस् द एकवचनं. सो तृतीया विभक्ति एकवचनं. सो तृतीया विभक्ति बहुवच द्विवचनम् एण्ड् बहुवचनं यु विल् बि डूयिङ्ग्. Yeah, do you tell me, Bhagini? You tell me. Follow Mala and tell me. Follow Mala over here. Yeah, 1 minute. Give me just 1 minute. So that will Atrasthi. Be... Atrasthi. Atrasthi. It will... Yeah. It will be Dvichakrikaya, Dvichakrik... Dvichakrikaya Abhyam. कयाभ्यां नास्ति, अत्र पश्यतु. द्विचक्रिकया द्विचक्रिकाभ्यां एण्ड् द्विचक्रियाभिः. द्विचक्रिकाभिः द्विचक्रिकाभिः. ओके, द्विचक्रिकाभिः. मालाभिः इट् शुड् बि नो मालाभिः. द्विचक्रिकया द्विचक्रिकाभ्यां द्विचक्रिकाभिः. अग्रे पठतु. रामः रावणं बाणेन मारयति. अस्तु, धन्यवादः भगिनि. धन्यवादः. अग्रे कविता भगिनी. आम्, राम रामः केन बाण रामः रावणं केन मारयति? रामः रावणं बाणेन मारयति. उत्तमम्. रामेण केन सह लक्ष्मणं वनं, सोरि, रामेण केन सह वनं. रामेण इस् द आन्सर्. रामेण इस् द आन्सर्. लक्ष्मणः केन सह वनं गच्छति? लक्ष्मणः केन सह वनं गच्छति? रामेण सह लक्ष्मणः वनं गच्छति. उत्तमम्. अग्रे करोतु. छात्रेः के सह साकं गच्छति? गुरुः कैः सह गच्छति? गुरुः छात्रैः साकं गच्छति. गुरुः केः साकं गच्छति? गुरुः कैः छात्रैः गुरुः कैः साकं गच्छति? गुरुः छात्रैः साकं गच्छति. धन्यवादः. रामः केन शालां गच्छति? रामः पादाभ्यां शालां गच्छति. रामः केन शालां गच्छति? रामः यानेन शालां गच्छति. यानेन फुल् न, ओके, यानेन यानेन शालां गच्छति. रामः कया शालां गच्छति? रामः द्विचक्रिकयाः द्विचक्रिकया शालां गच्छति. रामः धन्यवादः. नीता भगिनी. यस् मैम. रामः तेन बाणेन मारयति. नैव, रामः रावणं केन मारयति? केन रावणं मारयति? बिकास् द आन्सर् इस् इन् तृतीया विभक्तिः. द क्वश्चन् इस् वी हेव् डिसैड् एण्ड् द आन्सर् इस् इन् तृतीया विभक्तिः. रामः रावणं केन मारयति? मारयति रामः रावणं बाणेन मारयति. लक्ष्मणः केन सह वनं गच्छति? रामेण सह लक्ष्मणः वनं गच्छति. धन्यवादः भगिनि. उत्तमम्. अस्तु पूजा भगिनी. यस्. गुरुः गुरुः कैः साकं गच्छति? गुरुः छात्रैः साकं गच्छति. उत्तमम्. एतत् करोतु. रामः केन शालां गच्छति? रामः पादाभ्यां शालां गच्छति. उत्तमं. धन्यवादः भगिनि. अग्रे आर् विजयकुमार् महोदय. रामः केन शालां गच्छति? शालां गच्छति. रामः केन शालां गच्छति? रामः यानम् इस् वेहिकल् महोदय. यानम् इस् वेहिकल्. सो तृतीया विभक्ति आफ् यानम् इस् यानेन. सो केन शालां गच्छति? यानेन. पुनरेकवारं वदतु महोदय. राम केन शालां गच्छति? राम यानेन शालां गच्छति. अग्रे राम कया शाला गच्छति? शालां गच्छति. रामः द्विचक्रिकया द्विचक्रिकया वदतु. द्विचक्रिकया. उत्तमं. धन्यवादः. धन्यवादः. विजय थंकी महोदय. नमस्ते भगिनि. रामः रावणं केन मारयति? रामः रावणं बाणेन मारयति. लक्ष्मणः केन सह वनं गच्छति? लक्ष्मणः रामेण सह वनं गच्छति. उत्तमं. धन्यवादः महोदय. विशालाक्षी भगिनी उक्तवती किल. यशस्विनी जोशी. रामेण लक्ष्मणः केन सह वनं गच्छति? लक्ष्मणः रामेण सह वनं गच्छति. गुरुः कैः साकं गच्छति? गुरुः छात्रैः साकं गच्छति. उत्तमम्. So this is how Tritiya Vibhakti is used. Next time we will do more exercises and in form of homework also we can do. I wanted to do the grahakaryam, but I would request everybody who has done their homework to send it to me on WhatsApp, so that you know, we can address the questions also, and we can use the time over here to do new things also. Bhagini, one explanation. Yeah, tell me. This Ramah Yanena Shalam Gachati. So that Ramah becomes Ramah. So the Yanena will become Yanehi. Not necessary, Bhagini. Not necessary. But only for the practical this thing. No, that is why I'm saying you do it in all ways. That is very good. But one thing has to be understood, that the karta has to follow the verb. And the object may be one or many. For example, many Ramas may go in one vehicle. So you need not make it. It should not be compulsory. So you can say Ramaha Yanena. But what Gachati will become? Will become Gachanti. Gachanti. So Ramaha Yanena Shalam, they go to one school only, Gachanti. If you want to tell many Ramas go using many vehicles, then you then say. It will be, yeah. Yeah. So don't think Ramaha, that. Yeah, Ramah, Yanehi. And if it is Dvivachan, it will be Ramau, Yanabhyam. Yeah, but you are, Bhagini, I'm just telling. For the point of view of this thing. Yeah, but what I'm saying is you need not say Ramau Yanabhyam. You can say Ramah Yanabhyam. Okay. Do you understand that? Yeah. Important thing over here is to understand that what is your expectation? That Rama is going in one vehicle? Many Ramas are going in one vehicle? Many Ramas are going in many vehicles? Many Ramas are going in two vehicles? That is what is important. Of course, when you are actually conversing, you, depending on your situation, you will tell the right thing. But I am telling you that I have seen many of the students making those kind. Please do not get confused over there. Ramah has to follow the verb. Ramah. Yeah, yeah. Now, if you say Ramah Gachati, then that will be wrong. Okay. Ramah Gachanti Eva. Okay. Yeah, yeah. That will change accordingly. That will change accordingly. The verb will change according to the subject. Correct. Yes. Uh-huh. But the object may be one, it may be two, it may be many. I'm not talking of the object, I'm talking of the Tritiya Vibhakti. Tritiya Vibhakti, but I'm telling object and the instrument. Object will be the shalam here, no? Correct. Shalam. I'm sorry. That will not change at all, no? What I meant was even the Tritiya Vibhakti, you may do it by one, you may do it by two, you may do it by many, you may go to one school, you may go to many schools, or you may go to two schools. Okay. For both of them, the rule is the same. Okay? So you have to. You have to remember that. The rule meaning, it may be one or it may be Dhanyavada. Astu. So, one more thing that I had wanted to do was this, but next time we'll start with this and we'll do the Abhyasa Pustakam later. Astu. Tarhi Adya Kavita Bhagini to Meenu Bhagini. Aam Bhagini. शांति मंत्र ओम सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भाग् भवेत् ओम शांति शांति शांतिः नमो नमः नमो नमः धन्यवादाः अनेक धन्यवादः धन्यवादः पुनर्मिलामः धन्यवादः पुनर्मिलामः